अस्तु, मम नाम स्वरूपः, भवतः नाम किम्? मम नाम श्रीहरिः. सः कः? सः नाम सः कः? श्रीहरिः. सः श्रीहरिः, तस्य नाम किम्? तस्य नाम श्रीहरिः. हा, सः श्रीहरिः अथवा तस्य नाम श्रीहरिः इति अस्ति. अधुना सः पुरुषः ते के? ते पुरुषाः. सा महिला ताः काः? ताः महिलाः. एतत् फेनकं तत् फेनकं तानि कानि? तेन तानि फेनकानि. अहम् एकवचनान्तरूपं वदामि, भवन्तः एक बहुवचनान्तरूपं वदन्तु. सः पुरुषः. सा महिला. तत् पुस्तकम्. कः पुरुषः? के पुरुषाः? का महिला? कानि पुस्तकानि? किं पुस्तकम्? तस्य बहुवचनान्तरूपं वदामि. सः पुरुषः बहुवचने. सा महिला. कः पुरुषः? ते पुरुषाः. सा पुरुषः. कः पुरुषः इत्यस्य बहुवचनं. के पुरुषाः? प्रश्नः एव. कः पुरुषः? के पुरुषाः. का महिला? सा महिला. काः? काः महिला. का महिला? काः महिलाः? पुस्तकम् उद्घाटयतु. कस्मिन् पुटे? एषः पुरुषः. एते पुरुषाः. एषा महिला. एताः महिलाः. का महिला? काः महिलाः. पुस्तके पश्यन्तु, यदि द्रष्टुमिच्छन्ति पुस्तके एतत्सर्वम् अस्ति. अस्तु, इदानीं अस्तु, एतत् किम्? एतत् कङ्कतं. बहुवचने? एतत् करवस्त्रम्. एतत् पुष्पम्. वदतु. पुष्पाणि. एतानि पुष्पाणि. समीचीनम्. एषा मापिका. एताः मापिकाः. एषः चमसः. अस्तु, एते चमसाः. एते चमसाः. एषा माला. एषः दन्तकूर्चः. एषः कन्दुकः. अस्तु, अधुना क्रियापदानाम् आवलिः. तत्र हाण्डौट् करपत्रमस्ति, सर्वेषां पार्श्वे अस्ति करपत्रम्. अहं प्रेषितवान् खलु करपत्रम्? सर्वेषां पार्श्वे करपत्रमस्ति. Nasti. Asti, asti. Kara patram asti? Nasti. Nasti. Shunakaha khadetavan, va? Asti. Tari, adya pashyama. Sarve pashyantu tatra kutra kutra santi karapatrani kutra kutra santi pashve asti va astu asti sarvesham kutra chit gachatu pashyatu kutra chit astu nasti chinta vasutah aham vadami अस्तु तर्हि अहम् एकवचनान्तरूपं वदामि भवन्तः बहुवचनान्तरूपं वदन्तु अस्तु पुरुषः गच्छति अहं गच्छामि वयं गच्छामः अहं गच्छामि वयं गच्छामः पुरुषः गच्छति पुरुषाः गच्छन्ति अस्तु तर्हि अत्र अहम् उक्तवान् यत् प्रथमपुरुषः उत्तमपुरुषः प्रथमपुरुषः उत्तमपुरुषः उत्तमपुरुषः अहम् वयम् प्रथमपुरुषः भवान् भवति सः सा तत् सर्वम् उत्तम सर्वं प्रथमपुरुषः अस्तु तर्हि एकवचनान्तरूपम् अहं वदामि भवन्तः बहुवचनान्तरूपं वदन्तु बालकः गच्छति भवान् गच्छति भवान् किमवति भवान् बहुवचने भवन्तः अवगतं वा भवान् किं भवति भवन्तः भवति अस्तु भवान् गच्छति भवती गच्छति भवत्यः गच्छन्ति अहं गच्छामि सः गच्छति सा गच्छति सा ताः तत् गच्छति तत् यानं गच्छति अस्तु समीचीनम् अनन्तरं तानि यानानि गच्छन्ति गच्छन्ति अहं गच्छामि अस्तु अनन्तरं पठति Is going and are going are the same? Gachati? Is going and are going? Yeah. Now, gachati or gachanti? Gachanti, okay. Atra asti. Kutra asti. Patati, pathanti. Okay. Astu. Balagaha patati, patati. बालकः पठति बालकाः पठन्ति हा अस्तु समीचीनम् अधुना अहं पठामि वदतु वयं अहं गच्छामि अस्तु समीचीनम् अस्तु अस्तु अनन्तरं बालकः पतति अहं पतामि वयं पतामः सः पतति ते सः पतति कः पतति पुस्तकं कुत्र अस्ति पुस्तकम् show him where, show him the place. Mm. 4.2. Balakaha kridati, kridati. Balakaha kridati. Ha, astu. Astu, ekavaram pashyama. Purushaha vadati. महिला पिबति महिलाः पिबन्ति छात्रः लिखति छात्राः लिखन्ति अधुना पुरुषः नयति पुरुषाः नयन्ति अस्तु इदानीं महिला पश्यति शिक्षकः पृच्छति अस्तु पुस्तकं भवति भवति भवन्ति पठति पठन्ति भवति भवन्ति किञ्चित् किञ्चित् अवगच्छति वा अस्तु अनन्तरं मित्रं मिलति अत्र मित्रं मित्रशब्दः नपुंसकलिङ्गशब्दः यथा पुस्तकं पुस्तकानि मित्रः इति न मित्रः इत्युक्ते सूर्यः पुंलिङ्गे मित्रः इत्युक्ते सूर्यः नपुंसकलिङ्गे मित्रं तर्हि मित्रं नयति अस्तु इदानीं चोरः त्यजति त्यजन्ति इदानीं बालकः खादति इदानीं शिक्षकः प्रेषयति प्रेषयन्ति अस्तु अधुना महिला प्रक्षालयति छात्रः उत्तिष्ठति अस्तु बालकः उपविशति अस्तु अधुना पुरुषः स्थापयति छात्रः स्मरति बालकः आगच्छति पुस्तकम् अस्ति पुस्तकानि सन्ति अस्तु अधुना अध्यापकः सूचयति बालकः इच्छति महिला आनयति अनन्तरं दुर्जनः निन्दति आगच्छतु स्वागतम् अस्तु तर्हि अहं पठामि वयं पठामः बालकः मिलति बालकः मिलति अहं क्रीडामि वयं क्रीडामः अस्तु पठति इति लिखतु पठति पठति तर्हि अहं प्रक्षालयामि वयं प्रक्षालयामः अहं सूचयामि वयं सूचयामः अहं आनयामि वयं आनयामः अस्तु समीचीनं धन्यवादः अत्र पठति पठति इति अस्ति पठति यत्र अत्र अत्र ट प्लस् अ ठ पठति तत्र वर्णद्वयमस्ति ट अ ठ ठ अ ठ इति अस्ति तर्हि ति सर्वत्र अस्ति पठति गच्छति चिन्तयति लिखति तत्र ति अस्ति ति इति पूर्वम् अ पठ गच्छ चिन्तय लिख पिब एतत् सर्वं नाम सामान्यव्यवस्था सामान्यव्यवस्था अवगतं वा जनरल् रूल् नाम यत्र पठति पठति एकवचने पठति बहुवचने गच्छति चिन्तयति पिबति लिखति इति अस्ति अधुना भवतः नाम किं भवतः नाम किं रामः आनन्दः अस्तु समीचीनं किञ्चित् किञ्चित् जानाति वा संस्कृतं Have you learned any before? Nothing specific. Okay, nothing specific. Nothing. Just unspecific. I've watched the videos on YouTube. Okay, very good. So today you'll follow along and I'll help you to catch up and things like that. Thanks. Pustakam nasti pustakam. A 4.2 A, like that, around there where we are, 4.2. Eko vachane gacchati, bahu vachane gacchanti. Iti vyavastha. Vayam drishtavantaha, mama pustakam. Gate saptahe, kutrachit tatha nasti. Bhinna vyavastha kutrachit asti. Tatra, 4.4. 4.4 इति पश्यामः तत्र असामान्यव्यवस्था तत्र करोति शृणोति यत्र ओकारः शृणो करो तत्र करोति तत्र कुर्वन्ति शृणोति शृण्वन्ति अनन्तरं शक्नोति तत्र अतः एकः समूहः खलु समूहः करोति शृणोति शक्नोति तत्र ओकारः ओ ओ ओ अस्ति करोति कुर्वन्ति शृणोति शृण्वन्ति शक्नोति शक्नुवन्ति उकारः ओकारः तत्र उ इति भवति अनन्तरं तत्र जानाति दीस् आर् लिटल् बिट् अन्यूजुवल् वर्ब्स् दे वर्क् लिटल् बिट् डिफ़रेण्ट्लि मीन्स् वि सा दट् पठति पठन्ति गच्छति गच्छन्ति दीस् आर् लिटल् बिट् डिफ़रेण्ट् लिटल् बिट् डिफ़रेण्ट् सो दट्स् वै वर् लुकिङ्ग् एट् द डिफ़रेण्ट् ट्रेण्ड् So there we saw, here we see that the first, second, and the last one are similar. Because ti, this is okara. Yeah. Means that ti, you see the okara is karoti, shrano, o, shaknoti. Yeah. Okay? Hastu. So atra karoti, shrunoti, shaknoti, ekasmin gane, ekaha gana hasti, anantaram janati. Vayam artham vayam janimaha, nama shaknoti, karoti, shrunoti, vayam janimaha, artham. Hari Mahadaya, could you catch the meanings of those verbs? So it's janati is no. Karoti? Is. Okay. Do. Do. Okay. Very important. Do. Yeah. Karoti. Shrunoti? Atra. Shrunoti. Janati. So, janati. Yatra ti. Ti purvam a. Ti purvam o. Karoti, shrunoti, shaknoti. O. Iti ekaha samuhaha. Ekaha ganaha. Atra a. Tieti usmat purvam a. Janati. Janati. Krinati. Grinhati. So janati. Ekavachne. Bahuvachne. Jananti. Krinati. Krinati. Grinhati. Grinhanti. Avagatam. Avagacchati. Astu, samichinam. Anantaram dadati punaha binna ganaha. Dadati dadati. Iti asti. Tari atra pashyama. Janati, purushaha janati? Purushaha janati. Aduna, purushaha karoti? Purushaha karoti. Mahila shrunoti? Mahila shrunvanti. Shrunvanti. Aduna, purushaha dadati? Purushaha dadati. Anantaram purushaha swikaroti? Purushaha swikaroti. Purushaha dadati? Purushaha swikaroti. Dadati swikaroti. Swikurvanti. Purushaha swikurvanti. Apicha grinhati. Grinhati. Grahanam. Purushaha grinhati. Purushaha grinhanti. Grinhanti. Tatra samanya nama nyamaha nama mapdan kimudama tatra nama. Yadyapi, ekamasha. Yadyapi, hana eti likitamasti, hana. Tathapi, nha eti vadamaha. Grihanati eti na vadamaha. Grinhati. Grihana eti na. Brahma eti na vadamaha. Brahma. Brahma. Brahma eti na. Brahma. Prasna. Can you pronounce the plural form of Srinoti for me? Shrinvanti. Shrinvanti. Sandhya Bhagini avagacchati va? Etavata. Spashtam. Astu. Tari. Grinhati grinhanti. Apicha. Roditi. Roditi punaha binna ganaha. Roditi rudanti. Roditi rudanti. Iti asti. Roditi rudanti. इति अस्ति हा अस्तु तर्हि अधुना पश्यामः अत्र पुनः अहम् अहं करोमि वयं कुर्मः कुर्मः अहं शृणोमि शृणुमः शृणुमः अहं शक्नोमि शक्नुमः वस्तुतः वस्तुस्थितिः एक्चुलि तत्र करोति भिन्नगणे अस्ति अतः कुर्मः शृणुमः तत्र भिन्नः अस्ति भेदः अस्ति तत्र could you follow along? Kind of. Okay, you have a question, you let me know. You have to promise. Okay. अस्तु तर्हि अत्र शृणोमि शक्नोमि तत्र गणः समानः गणः समानः शृणोमि अतः शृणुमः शक्नुमः करोमि कुर्मः इति अस्तु तर्हि अत्र शृणोमि इदानीं ददामि दद्मः जानामि क्रीणामि न न अत्र अत्र जानामि जानामि किमस्ति जानामि जानीमः क्रीणामि गृह्णामि गृह्णीमः एकस्मिन् गणे जानाति गृह्णाति अपि च क्रीणाति क्रीणाति अवगच्छति खलु क्रीणाति क्रयणं क्रीणाति आपणं गच्छामि तत्र वस्तु अस्ति अहं धनं ददामि वस्तु क्रीणामि क्रीणाति क्रीणाति तर्हि अहं पठामि अहं वदामि अहं पिबामि अहं करोमि कुर्मः वयं कुर्मः अहं स्वीकरोमि अहं जानामि जानीमः अहं प्रेषयामि अहं शृणोमि शृणुमः अहम् उत्तिष्ठामि उत्तिष्ठामः अत्र विशेषक्रियपदानि सन्ति अत्र सामान्यक्रियपदानि प्रायः अत्र अहं वयं कुत्र कुत्र अस्ति वयं कुर्मः अत्र अत्र सामान्य अत्र विशेषः अत्र सामान्य अस्ति अस्तु तर्हि इदानीं सर्वे एकं वाक्यं वदतु नाम अहं गच्छामि इति एकं वाक्यमस्ति वाक्यमस्ति खलु वाक्यमस्ति तर्हि एकमेकं वाक्यं भिन्नभिन्नक्रियपदं सर्वे नाम क्रियपदस्य आवलिः अस्ति क्रियपदं दृष्ट्वा अहं वयं बालकः सः ते के काः कानि इति एकं वाक्यं वदतु वयं गच्छामः वयं गच्छामः वयमिति न सः वयमिति उक्तवान् अहं गच्छामि इति सः उक्तवान् नूतन किमपि नूतनं वयं पठामः अहं पठामि पठामि अहं भवतः भवान् अहं भवतामि भवतामि न न भवामि अहं भवामि अहं भवामि अहं भवामि अहं वदामि वदामि बालिकाः रुदन्ति समीचीनं बालकाः जानन्ति वयं स्वीकरोमि इति एकवचने अस्ति वयं बहुवचने स्वीकुर्मः अत्र अत्र अत्र वयं कुर्मः विशेषक्रियपदानि अस्तु अग्रे सर्वे श्रावयन्तु अहं अहं लिखामि तत्र उत्तमपुरुषः अस्ति प्रथमपुरुषः भवान् अहं लिखामि भवान् भवान् लिखति भवान् लिखति एकवचने भवान् लिखति भवती सः सा बालकः बालिका अहं लिखामि वयं बालकाः लिखन्ति केवलं चत्वारि रूपाणि सन्ति चत्वारि रूपाणि सन्ति लिखति लिखन्ति लिखामि लिखामः तावदेव अस्ति लिखामि लिखामः केवलम् अहं वयं लिखति लिखन्ति तत्र भवान् भवन्ति सः नाम भवान् भवति सः सा तत् सर्वं तत्र अस्ति अवगच्छन्ति वा प्रश्नः अस्ति कस्यचित् प्रश्नः अस्ति न कस्यचित् प्रश्नः आसीत् यु फर्गॉट अस्तु बहुवचनं अन्ति अस्तु अहं जानामि जानीमः अस्तु वाक्यं वदतु दद्मः वाक्यं अहं पश्यामि वाक्यं क्रीडामि वाक्यम् अहं पठामि पठामि अत्र अल्प नाम उच्चारणविषयः अत्र अल्पप्राणः महाप्राणः अल्पप्राणः महाप्राणः भवत्याः नाम किं भवत्याः मे नाम मेधा इति नास्ति भवत्याः नाम मेधा अस्ति न वा मेधा मेधा इति न तत्र महाप्राणः अस्ति तत्र पठति पठति इति न पठति बालकः भूमौ पतति पतति तत्र अल्पप्राणः अस्ति पतति किन्तु पुस्तकं तत्र पुस्तकमस्ति बालकः पुस्तकं पठति ठ ठ अत्र नाम वायुः गच्छति खलु तत्र महाप्राणः अस्ति भवत्याः नाम किम् इति अस्ति मेधा इति नाम बुद्धिः अस्तु तर्हि अग्रे सर्वे सर्वे उक्तवन्तः वाक्यं वाक्यं वदतु बालकः क्रीडति क्रीडति लिखन्ति अस्तु समीचीनमस्ति इदानीं क्रियपदानां विषयः विषये वयम् अवगच्छामः जस्ट् नाउ यू मेंशन्ड लाइक बालकाः भूमौ patanti. Hmm. Is it, you're supposed to be patanti, right? Patanti, right? Balakaha patati, balakaha patanti. No, you just mentioned balakaha bhumau patanti. Astu, yatkimapi, mama manasi ekavachane asid balakaha patati. Balakaha asti chet patanti. Balakaha patanti. Smichana. Hmm? Astu. Aduna. Hmm. Chamasaha Ekam Dwe Trini Chatvari Pancha Pancha Pancha Ekam Dwe Trini Chatvari Pancha Pancha Chamasaha Santi Pancha Chamasaha Santi Prashnaha Kati Chamasaha Pancha Pancha Phenakam Ekam Dve Trini Kati Phenakani Santi Trini Phenakani Santi Tatra Kati Iti Prashnaha Kati Iti Prashnaha Prashnaha So there's different orders of You can put that in different order, right? Kim? Yeah. Like that? Yeah. Huh. In Sanskritam, the word order has no importance. Okay. Really? Huh. Nothing. Trini penakani santi, tani na santi trini penakani. Penakani santi trini. Kimapi na. Tatra kintu samanya krama hatu asti. Trini penakani santi iti samanya krama, the ordinary order. Okay. There's an ordinary order, but it's not wrong to mix it up okay. in Sanskrit. So they're all defined. Huh? Yeah. So santi is a plural form of a verb to be, right? Yeah, I think so. Yeah. So what's kanti? What's the root of this word, kati? Don't worry about the root. But I'm not teaching the root. Huh? What does the word mean? Like how many? Huh. Satyam. Huh. Aja Sandhya Bhagini Vakim Vadatu Ekavaram? Astiva? Is it, did it go? Wait, maybe. Huh. Vakim Vadatu Kimapi Vakim? Vakim? Vakim. Balakaha Gacchati Aham Asmi Vakim? Gacchami. Huh. Vakim Vadatu? Sarve Uttuvantaha, Bhavati Api Vadatu? Ha, Balakaha, Balakaha Patati, Balakaha, Kimapi? Now what's it? Tell me a sentence. Oh, yes. Balikaha Kridanti. Ha, Balikaha Kridanti, Smichana. Hmm? अस्तु तो तही कति इति विषयः तन्त्रकूटाः एकं द्वे त्रीणि चत्वारि पञ्च इति पञ्च इति कुर्मः पञ्च कति दन्तकूटाः पञ्च दन्तकूटाः सन्ति सन्ति इदानीं लेखनी Ekam, Dve, Trini, Chatvari, Pancha, Shat. Kati lekhanyaha santi? Shat lekhanyaha santi. Shat lekhanyaha santi. Ankani. Ekam, Dve, Trini, Chatvari, Pancha, Shat, Sapta, Ashta, Nava. Kati ankanyaha santi? Nava ankanyaha santi. Samichanamasti. Kandukaha. Ekam, Dve, Trini, Chatvari, Pancha. कति कन्दुकाः सन्ति? समीचीनमस्ति. अस्तु, अधुना पुस्तकम् एकं द्वे त्रीणि चत्वारि पञ्च, कति पुस्तकानि सन्ति? अस्तु, समीचीनमस्ति. इदानीं भवन्तः एकवारं पृच्छन्तु कति कति कति इति, इति प्रश्नं पृच्छन्तु. नाम कति पुस्तकानि सन्ति, कति आसन्दाः सन्ति, कति भवनानि सन्ति, कति यानानि सन्ति, कति महिलाः सन्ति इति प्रश्नं पृच्छतु. कति पुरुषाः सन्ति? दश पुरुषाः सन्ति. अस्तु, अन्यप्रश्नः, कति कृष्णफलकानि सन्ति? अस्तु, यत्किमपि. अन्यप्रश्नः, कति अङ्गुल्यः सन्ति? अङ्गुल्यः दश अङ्गुल्यः सन्ति. कति? अस्तु, समीचीनमस्ति. मास वर्षे कति मासाः सन्ति? सप्ताहे कति दिनानि सन्ति इति सन्ति. नाम अत्र चमसः अस्ति, चमसः अस्ति, चमसः चमसः चमसाः चमसाः न सन्ति, चमसाः अवगच्छति वा? अस्तु, समीचीनमस्ति. अधुना एकवारं पुनः स्मरणं कुर्मः एकवारं. अधुना कः समयः? एकादशवादनम्. अधुना कः समयः? सार्ध एकादशवादनम्. अस्तु अस्तु, अधुना कः समयः अस्ति? अस्तु, सन्ध्या भगिनी, अधुना कः समयः अस्ति? कः समयः अस्ति? कः समयः? षड्वादनम्. षड् षड्वादनम्. अधुना कः समयः अस्ति? पञ्च इति न, कः समयः अस्ति? सपाद सपाद षड्वादनम्. सपाद, पाद इत्युक्ते क्वार्टर्. सपाद. अनन्तरम् अत्र कः समयः? पाद प्लस् ऊन पादोन, पाद प्लस् ऊन पादोन. अधुना कः समयः? दश अधिक, दश प्लस् अधिक दशाधिक, दशाधिकसप्तवादनम्. कः समयः? कः समयः? Vimshati, Vimshati plus Adhika? Vimshatyadhika. Vimshatyadhika? Saptavadanam. Aduna? Kaha samayaha? Dasha? Nyuna. Nyuna. Dasha? Nyuna? Ashtavadanam. Kaha samayaha? Smichinmasti. Pastor. Aduna, agre. Aduna. Asandaha. Asandaha. Chamasaha. Chamasaha. Asande asti. Chamasaha. Asande asti. Chamasaha kutra asti. Asande asti. Dandaha syutaha. Dandaha syutaha. Dandaha kutra asti. Dandaha syute asti. Dandaha syute asti. Chamasaha mapika. Mapika kutra asti. Chamase asti. Chamase asti. Chamatam. Chamatam. Chashakaha. Chashakaha. Mapika kutra asti. Chashake asti. Chashake asti. Karadipaha chamasaha. Chamasaha kutra asti. Karadipe asti. Karadipe asti. Atra pashantu. Chamasaha karadipe asti. Atra chamasaha chashake asti. Upari antaha chashake karadipe. Samanam. Ante upari bedaha nasti atra. Atra yatra adharaha asti. Atra chashakaha adharaha asti. Base adharaha chashakaha. Atra karadipaha adharaha asti. Adharaha asti. Yatra adharaha asti tatra e iti vadamah. Karadipe. Karadipe chashake. Tari tatra aduna vadamaha. Devaha deve. Lekhakaha lekake. Chatraha chatre. Ashwaha ashve. Dantakurchaha dantakurche. Ghataha ghate. Shikshakaha suryaha surye. Iti asti. Danim pustakam. Pustakam. Kankatam. Kankatam kutra asti. Pustake asti. Pustake asti. Phenakam karavastram. Karavastram kutra asti. Karavastram phenakam. Phenakam kutra asti. Phenakam karavastram asti. Phenakam karavastre asti. Iti asti. Karavastre asti. Tari pustakam pustake. Pushpam pushpe. Mandiram mandire. Nagaram nagare. Vanam? Vane. Hmm. Vrikshaha, vanam. Vrikshaha kutra asti? Vane. Vane. Vrikshaha? Vane. Vane. Hmm. Astu. Griham, pustakam. Pustakam kutra asti? Pusakam? Grihe asti. Hmm? Astu. Patram? Patram. Sanganakam? Sanganakam. Sanganakam. Suchana? Suchana kutra asti? Sanganake asti. Hmm? Astu. Vimanam? Janaha kutra santi? Vimane santi. Astu, simitin. Hari? Pulling. What is the plural for yatri? Yatri iti anantaram. Adunana. Anantaram. Aham vadami, yatra aham link iti prasitavan kalu shabdakoshasya. Shabdakoshasya link aham prasitavan kalu. Tatra shabdasya artaha yadi avashyakaha tatra shabdasya moola rupam pustakam ityasya moola rupam pustaka tatra pustakam likati chet kimapi nabhavati pustaka purushaha ityasya moola rupam purusha tari napunsaka linga shabda asti chet ma iti nishkasayatu. Could you catch? So, I gave a link for the dictionary, online dictionary, so that you have to take, you have to get the base form of the word to put in there. Okay. If it's a napunsaka linga shabdaha, the pustakam, penakam, graham, you have to remove the M. Graha, pustaka, and put that word. So napunsaka linga shabdaha, pustaka, penaka. Pulinga shabdaha asti chet, purusha, asanda. Strilinga shabda asti chet yathavat. Yathavat. Mapika, balika, parivartanam nabhavati tat. Tavateva. Tari, pulinga shabda asti chet chashake, dantakurche, karadipe. Atra, napunsaka linge api tatha. Phenake, karavastre. Aduna mapika mapika lekhani lekhani mapikayam asti mapikayam asti ma lekhani kutra asti mapikayam Mala, dantakurchaha kutra asti? Malayam. Vakyam adatu, dantakurchaha? Malayam asti. Ankani, kunchika. Ankani kutra asti? Ankani kunchikayam asti. Kunchikayam asti. Phenakam churika. Phenakam kutra asti? Asti. Kartari. Mapika. Mapika. Kartaryam. Kartaryam. Kartari. Kartaryam. Mapika kutra asti? Asti. Samichinam. Ankani churika kutra asti? Ankanyam asti. Ankanyam asti. Asti. Tari aham samanya shabdam vadami bhavantaha tatra atra saptami vibhakti iti vadamaha saptami. Atra sapta, there's seven word forms. Every word has seven forms. So, yatra samanya shabdah purushaha gacchati purushaha gacchati purushaha iti prathama vibhakti first case prathama vibhakti purushaha gacchati anantaram purushasya pustakam purushasya iti shashti vibhakti sixth case shashti shashti vibhakti iti purushasya pustakam iti vayam janimaha shashti vibhakti janitav iti chadatu shashti vibhakti shashti vibhakti aduna sanskrita sanskrita bhasha asti shashti vibhakti shashti ekam dve trini chatvari pancha shashti shat shashti shashti vibhakti aduna saptami nama dvitiya tritiya chaturthi panchami vayam na janimaha tavata panchama shashti saptami saptami vibhakti sandhya bhagini avagacchati va okay. Huh? Avagacchati? Case in sarve na sarvam na prashna asti va No, we didn't learn yet. Oh, we didn't learn. Okay. There's seven forms. We're going to learn all of them. You're going to know all of them. We're learning the third one now. So, purushaha, purushasya, purushe. Bhojanam kutra asti? Bhojanam kutra. Purushe asti. Purushaha khadati? Anantaram bhojanam kutra asti? Puna pratamam bhojanam asande asti. Upitikayam asti. Anantaram khadati? Anantaram bhojanam kutra asti? Purushe asti. Ha, purushe. Ha, tari atra. Tari chandraha, chandre, bidalaha. Suryaha Mushakaha Pustakam Mandiram Vanam Thenakam Patrika Patrikayam Kalika Vridha Pustika Goshala Nadi Nadyam Kartari Droni Ghati Astu Ekam Kurmaha Chandraha Chandre Mandiram Mandire Bhagini Bhaginyam Astu Vridha Vridhayam Samichanam Patrika Patrikayam Kukuraha Kukure Samichanam Asti Balika Astu Droni Dronya Velani Velanyam Darvi Samichanam Asti Vanam Vani Samichanam Asti Sanchika Sanchika Sanchika Yam Kupi Astu Dvichakrika Dvichakrika Yam Astu Ghati Ghatiyam Mandiram Mandiram Mandiram Mandide Astu Aduna Tula Tulayam Astu Aduna Vayam kurmaha Evam kurmaha Evam pair of kurmaha Yugalam kurtva Tatra Bhavantaha Prachantu Nama pustakam kutra asti Pustakam Ma Phenake asti Iti Prachantu Abhyasam Nimesha dvayam yavat Kurvantu Dvayam kurtva idam atra atra dvayam asti jana dvayam asti jana dvayam asti evam jana dvayam asti ha aham apasmi vadatu अंकनी कागदम अंकनी कुत्र अस्ति कुत्र भवान अवे कर तत्र अंकनी कुत्र अस्ति construction of the noun right it's not for different it's not like the difference between on or in like suthya versus right? you have the different endings ha suthya suthe yeah ha so that's but how would you do like granthyalaya ग्रन्थालयः ग्रन्थालयः पुस्तकानि कुत्र सन्ति पुस्तकानि कुत्र सन्ति ग्रन्थालयः ग्रन्थालये सन्ति ग्रन्थालयः तत्र अस्ति ग्रन्थालयः तत्र अस्ति किन्तु पुस्तकानि When you want to express the relationship between pustakani and granthalayah, right. then you have to change the form of granthalayah. Pustakani? Granthalaye santi. Avagacchati va? Rahasyam asti va? Mystery? Yeah, it is a mystery, yeah. yeah, this was a good question. Ha. Nama prasna asti va? You have a question? No, I don't. Avagaman api nasti, prasna api nasti. So what is suthe of bag? Huh? Suthe. It means bag. Bag, okay. So this means it's the book is in the bag. Ha, so to pus pus pusake kechana atra kurmaha. Ha? Atra 5.1 asti. 5.1. कुत्र पुस्तकमस्ति अथवा पुस्तकं कुत्र अस्ति इति लिखितमस्ति तत् 5.1 कुत्र पुस्तकमस्ति मीन्स् एक्चुलि सामान्यक्रमः अस्ति पुस्तकं कुत्र अस्ति कुत्र पुस्तकमपि समीचीनं किन्तु नाम असामान्यक्रमः असामान्यक्रमः means you can put any word in any order in Sanskritam and it's not a mistake but samanyataya we put generally speaking we will put the prashna word first kutra kati kati janah santi kutra pustakani santi If you put different words in different order, how will it make sense? Like in English, we put the verb after the subject. In English, the entire sentence is dependent upon the word order. Yeah, exactly. In Sanskrit, it's not like that. So how will you understand it? What's your mother tongue? Mother Tamil. Tamil. So I don't know anything about that, but in Hindi, it's also to some extent like that. Okay. Do you know Hindi? No. Okay. Well, it's probably the same in Tamil. You can probably have more flexibility in the word order than you have in English, is my guess. In Indian languages, it's usually like that. Does inflection matter? What's that? Inflection? Like you would. Yeah, that's what it is. It's all inflection. No, but it's also word order, right? That's what we're going over. Is it there's no word order? No. When you ask when you're talking about inflection, you're talking about the voice, the tone of the voice. Yeah. If you're asking a question, then it's a. But isn't it also a kutra pustakam asti is only a question. It can't be anything else, right? That's right. So it's the same like in English. If you put the word where in there, then it's going to be a question. It's going to be a question. Okay. But is there something like the book is here? Is there something like that in Sanskrit where the book is here can be a statement, but if you put the inflection at the end, then it's the book is here. So is there something like that? But then you can say. Pustakam atra asti. Atra pustakam atra asti. Kintu aham prastum saknomi, pustakam atra asti va. Va. Atra asti va. So why is the prashna was a question marker? Okay. Astu. Tari kurmaha. Atra pustakam kutra asti. Syute pustakam asti samanyataya vayam vadamaha. Pustakam syute asti. Astu. Nama atra granthalayaha. Tahi vakyam rachetu. Vakyam rachetu granthalayaha. Pustakani इति हा सन्ति अस्तु आपणः किं नाम अवगमनं नास्ति वा अवगमनम् आपणः इत्युक्ते आपणः इत्युक्ते किम् आपणः आपणः इत्युक्ते स्टोर् आपणः इत्युक्ते स्टोर् दुकान् आपणः तर्हि वाक्यं वदतु आपणः आपणे पुस्तकम् अस्ति आपणे पुस्तकम् अस्ति हा सुब्रह्मण्यं महोदय अग्रे हस्तः वाक्यं लेखनी हस्ते अस्ति लेखनी हस्ते अस्ति समीचीनमस्ति हा नाम इदानीं पुल्लिङ्गे किमपि वदतु तत्र हा नाम पुल्लिङ्गे नाम कानिचन उदाहरणानि सन्ति अत्र हा काशी काशी कस्मिन् प्रदेशे अस्ति उत्तरप्रदेशे काशी कुत्र अस्ति उत्तरप्रदेशे अस्ति भोपाल मध्यम प्रदेशे अस्ति मुम्बई महाराष्ट्रे अस्ति महाराष्ट्रे अस्ति अस्तु गृहं ग्रामः वदतु ग्रामे अस्ति हा फलं वाटिका किन्तु वाटिका इति शिल्लिङ्गं किं वाटिकायां सन्ति हा पुनः फलानि वाटिकायां सन्ति हा सन्ति समीचीनमस्ति इदानीम् अहं वदामि यत् हिन्दीभाषायां वयं फल् इति वदामः हा तत्र फ इति नास्ति एव तत्तु उर्दुतः आगतः अस्ति संस्कृतभाषायां तत्र फल् इति एव अस्ति फ इति न कदापि भवति फल् इति एव भवति फलानि फलं फलानि अस्तु इदानीं शिक्षकः शाला शिक्षकः कुत्र अस्ति शिक्षकः शालायाम् अस्ति अस्ति समीचीनमस्ति अधुना मसी लेखनी मसी कुत्र अस्ति अस्ति समीचीनमस्ति इङ्क् अस्तु अधुना मीनः मीनः नदी मीनः कुत्र अस्ति मीनः नद्याम् अस्ति अस्तु उदाहरणानि वदन्तु एकं किमपि किं किं कुत्र अस्ति सङ्गणकं कुत्र अस्ति वाक्यं वदतु हा किं किं कुत्र अस्ति इति सर्वे वदन्तु एकं भीतिः अस्ति हा तत्र भीतिः इति प्रकोष्ठः अयं प्रकोष्ठः रूम् प्रकोष्ठः कृष्णफलकं कुत्र अस्ति प्रकोष्ठे अस्ति प्रकोष्ठे अस्ति अन्यत् वाक्यं वाक्यं पत्रं पुस्तके अस्ति पत्रं पुस्तके अस्ति अन्यत् वाक्यं दूरवाणी कुत्र अस्ति दूरवाणी पुस्तके अस्ति पुस्तके पुस्तके अस्ति किमपि कागदं कुत्र अस्ति कागदम् आसन्दः आसन्दे अस्ति यत्र अस्ति तत्र ए इति वदामः तत्र हस्तः कुत्र अस्ति पुस्तके पुस्तके आसन्दः आसन्दे पुस्तकं पुस्तके तत्र लेखनी कुत्र अस्ति लेखनी हस्ते अस्ति हस्ते अस्ति अन्यत् वाक्यं वाक्यं वदतु सर्वे रचयतु वाक्यम् उक्तवान् बचया ओके सो हा वाक्यं विमानम् आकाशे अस्ति कुत्र सन्ति उत्तरं किं नक्षत्राणि आकाशे सन्ति सन्ति अस्तु अन्यत् अन्यत् अन्यः प्रश्नः वायुः कुत्र अस्ति सर्वत्र अस्ति अत्र विश्वे विश्वे अस्ति समीचीनम् अन्यप्रश्नः अस्तु पश्यामः अत्र बालकः कुत्र अस्ति अत्र पुस्तके लिखितमस्ति बालकः कुत्र अस्ति अथवा बालकः द्वितीयं द्वितीयं वाक्यं बालकः नगरे अस्ति नगरे अस्ति तृतीयं वाक्यं चित्रमन्दिरे अस्ति चित्रमन्दिरे अस्ति अग्रिमं करोतु बालकः बालकः अस्ति अस्तु दिलीपं महोदय अग्रे पञ्चालिका कुत्र प्रचालिका पञ्चालिका अस्ति एषा उपीठिका उपीठिका उपीठिका उपीठिका उत्पीठिकायाम् अस्ति न न उपीठिके इति न उपीठिकायाम् अस्ति तत्र उपीठिकायां वि केन् ओन्लि से उपीठिकायां उपीठिके इति तत्र दोषः अस्ति तत्र दोषः भवति तत्र अस्तु अनन्तरं पेटिका अग्रिमं वदतु महोदय अग्रिमं पेटिकायां पञ्चालिका अस्ति पेटिकायां पञ्चालिका अस्ति महोदय अग्रे कुत्र अस्ति अस्तु कपाटिकायाम् अस्ति समीचीनम् कबड् अनन्तरं पेटिका पेटिका एषः पेटिका पञ्चालिका कुत्र अस्ति पेटिकायाम् अस्ति अस्तु पञ्चालिका इस् डाल् डाल् निधानिकायां निधानिका इत्युक्ते शोकेस् केस् इत्युक्ते केस् अस्तु अग्रे शिखरमहोदय पठतु तत्र मन्दिरं कुत्र मन्दिरमस्ति इति प्रथममस्ति वा प्रथमं करोतु कुत्र मन्दिरमस्ति काश्यां मन्दिरम् अस्ति द्वितीयं उज्जैन्यां मन्दिरमस्ति अस्तु भवान् अग्रिमं करोतु महोदय अग्रिमं पुरी इति पुरी इति परिवर्तयतु पुर्यां मन्दिरं अस्तु अग्रिमं अग्रिमं करोतु अस्तु विश्वनाथ महोदय अग्रे न मन्दिरं कन्याकुमार्याम् अस्ति यदि कन्याकुमारी कुत्र अस्ति इति पृच्छामः तर्हि उत्तरं किं तमिळ्नाडुप्रदेशे अस्ति इति योजयामः किं अस्तु तर्हि एतावता नाम समयः जातः इदानीं वयं किं किं जानीमः इति प्रथमा विभक्तिः द्वितीया विभक्ति क्षम्यतां प्रथमा षष्ठी सप्तमी पुरुषः अस्ति अथवा पुरुषः गच्छति इति एकं रूपम् अस्ति अनन्तरं पुस्तकं कस्य पुस्तकं पुरुषस्य पुस्तकं अनन्तरं पुस्तकं कुत्र अस्ति आसन्दे अस्ति तत्र रूपत्रयं वयं जानीमः तावता अपि च एकवचने बहुवचने पुरुषः पुरुषाः फेनकं फेनकानि इति वयं जानीमः अनन्तरं इदानीं प्रश्नवाचक शब्दाः तत्र कति अपि च कुत्र अनन्तरं कः सः कः सा का ते के इति प्रश्नवाचकाः शब्दाः इति तत्र वा नाम एतत् पुस्तकम् अस्ति वा समीचीनम् एतत् पुस्तकम् अस्ति वा इति अपि वयं जानीमः तर्हि नाम पुस्तके 5.1 पर्यन्तं वयं सर्वं जानीमः अतः गृहे अस्मिन् सप्ताहे किञ्चित् means that you should just go through the book a little bit, go through and make sure that everything looks familiar to you. And there are everything, we also have these things recorded, and also the videos are also there. So, means if you look at it a little bit during the week, then it'll be familiar to you next week. Okay, kopi prashnaha? Astu. Mahana Ananda. Is it, why is it equivalent to, did you, a little? Why is it is a question marker? Yeah, did you bring the book? Is it? Did you bring the book? Did you? It's a question tag actually. Is it? I think it's a question tag. Yeah, yeah. In Telugu we say. Did you? Va, techava. It's equal. Nama purushaha pustakam anayati. Purushaha pustakam anayati. Tadi aham prachami pustakam purushaha pustakam anayati va. तावदेव अस्ति तथा अस्तु समीचीनं तर्हि विरमाम नमस्कारः.